सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् गौः शान्तिः शान्तिः अन्तरिक्षशान्तिः शान्तिः पृथिवीशान्तिः शान्तिः आपश्शान्तिः शान्तिः ओषधयः शान्तिः शान्तिः वनस्पतयः शान्तिः शान्तिः विश्वे देवाः शान्तिः कामः शान्तिः शान्तिः क्रोधः शान्तिः शान्तिः ब्रह्मः शान्तिः शान्तिः सर्वशान्तिः शान्तिः शान्तिरेव शान्तिः शान्तिः सामशान्तिरेधि यतो यत समीहसे ततो नोऽभयं कुरु शन्नः कुरु प्रजाभ्यो भयं न पशुभ्यः